पद्मपुराणं खण्डं 3 स्वर्गखण्डम् अध्यायं 34 नारद उवाच तत्रेदं विमलं लिङ्गमोङ्कारं नामशोभनं यस्य स्मरणमात्रेण मुच्यते सर्वपादकैः एतत्परतरं ज्ञानं पञ्चायतनमुत्तमं सेवितं मुनिर्भिर्नित्यम् वाराणस्यां विमोक्षणं तत्र साक्षान् महादेवः पञ्चायतनविग्रहः रमदे भगवान् रुद्रो जन्तूनामपवर्गदः एतत्पाशुपदं ज्ञानं पञ्चायतनमुच्यते तदेतद्विमलं लिङ्गमोङ्कारं समुपस्थितम् शान्त्यधीता तथा शान्तिर्विद्या चैवा परावरा प्रतिष्ठा च निवृत्तिश्च पञ्चात्मं लिङ्गमैश्वरं पञ्चानामपि लिङ्गानां ब्रह्मादीनां समाश्रयम् ओङ्कारबोधकं लिङ्गं पञ्चायतनमुच्यते संस्मरेदीश्वरं लिङ्गम् पञ्चायतनमव्ययं देहान्ते परमं ज्योतिरानन्दं विशदे बुधः तत्र देवर्षयपूर्वं सिद्धा ब्रह्मर्षयस्तथा उपास्य देवमीशानमा पुरन्धपरं पदं मत्स्यो दर्यास्तडे पुण्ये स्थानं गुह्यतमं शुभं गो चर्ममात्रं राजेन्द्र ओङ्कारेश्वरमुत्तमं कृत्तिवास्येश्वरं लिङ्गं मध्यमेश्वरमुत्तमं विश्वेश्वरं तथोङ्कारं कन्दर्पेश्वरमेव च एतानि गुह्यलिङ्गानि वाराणस्यां युधिष्ठिर न कश्चिदिह जानाति विना शम्भोरनुग्रहाद् कृत्तिवास्येश्वरस्यैव माहात्म्यं शृणु पार्थिव तस्मिन् स्थाने पुरा दैत्यो हस्ती भूत्वा शिवान्तिकं ब्राह्मणान् हन्तु मायादो यत्र नित्यमुपासदे तेषां लिङ्गान् महादेवः प्रादुरासीत्त्रिलोचनः रक्षणार्थं महादेवो भक्तानां भक्तवत्सलः हत्वा गजाकृतिं दैत्यं शूलेनावज्ञयाहरः वासस्तस्याकरोत्कृत्तिं कृत्तिवासेश्वरस्ततः तत्र सिद्धिं परां प्राप्ता मुनयो हि युधिष्ठिर तेनैव च शरीरेण प्राप्तास्तत्परमं पदं विद्या विद्येश्वरा रुद्राः शिवा ये च प्रकीर्तिताः कृत्तिवासेश्वरं लिङ्गं नित्यमाश्रित्य संस्थिताः ज्ञात्वा कलियुगं घोरमधर्म बहुलं जनाः कृत्तिवासं न मुञ्चन्ति कृतार्थास्तेन संशयः जन्मान्तरसहस्रेण मोक्षो यत्राप्यते न वा एकेन जन्मना मोक्षः कृत्तिवास्येऽत्र लभ्यते आलयं सर्वसिद्धानामेतस्थानं वदन्ति हि गोपितं देवदेवेन महादेवेन शम्भुना युगे युगे ह्यत्र दान्ता ब्राह्मणा वेदपारगाः उपासन्ते महात्मानं जपन्ति शतरुद्रियं स्तुवन्ति सततं देवं त्र्यम्बकं कृत्तिवासं ध्यायन्ति हृदये देवं स्थाणुं सर्वान्तरं शिवं गायन्ति सिद्धात् किल गीतकानि वाराणसीं ये निवसन्ति विप्राः केषामधैकेन भवेत् विमुक्तिर्ये कृत्तिवासं शरणं प्रपन्नाः सम्प्राप्य लोके जगदामभीष्टं सुदुर्लभं विप्रकुलेषु जन्म ध्याने समाधाय जपन्ति रुद्रं ध्यायन्ति चित्ते यदयो महेशम् आराधयन्ति प्रभुमीशितारं वाराणसी मध्यगदा मुनीन्द्राः यजन्ति यज्ञैरभि सन्धिहीनाः स्तुवन्ति रुद्रं प्रणमं दि शम्भुं नमो भवायामलयोगधाम्ने स्थाणुं प्रपद्ये गिरिशं पुराणं स्मरामि रुद्रं हृदये निविष्टं जाने महादेवमनेकरूपम् इति श्रीपद्मे महापुराणे स्वर्गखण्डे चतुस्त्रिंशोऽध्यायः ओम्।